पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 147 महादेव उवाच देवि वैश्रूयदां तीर्थं देवानामपि दुर्लभं खड्गतीर्थमिधिख्यातं सर्वपापप्रणाशनम् खड्गतीर्थे नरस्नात्वा दृष्ट्वा खङ्गेश्वरं शिवं न नरो दुर्गतिं गच्छेत् स्वर्गलोकं प्रगच्छति खड्गधारेश्वरं देवं यः पश्यति सुरोत्तमे कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेद अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे सर्वं ददाति सर्वेश्वो वाञ्छितार्थप्रदायकः वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरं तमर्थं लभते क्षिप्रं विश्वनाथप्रसादतः पुष्पैर्धूपैश्च नैवेद्यैर्दीपैर्वा नगनन्दिनि फलप्रदानैर्बिल्वैश्च विश्वेशं पूजयेत्तदः धनधान्यप्रदं चाशु पुत्रपौत्रादिसम्पदः प्राप्यं ते नात्र सन्देह श्रीविश्वेश्वरपूजनाद् श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे खड्गतीर्थं नाम 47 अधिकशततमोऽध्यायः ॐ